नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणमध्ये स्वागतम्। लुङ् लकारः कर्मणि भावे च इति पाठः गतसप्ताहे आरब्धः, तस्य एव अनुवर्तनं। तत्र सामान्य लुङ् लकारः इत्युक्ते सामान्यभूतकालः। तत्र लुङ् लकारस्य कर्तरि प्रयोगे द्वादशप्रकाराः सन्ति इति दृष्टवन्तः। तेषु वयं यदा अस्मिन् प्रकरणे वयं तु कर्मणि भावे इत्यस्मिन् एव विषये चिन्तनं कुर्मः इति कृत्वा तत्र स प्रत्ययः सिच् प्रत्ययः एव कर्मणि भावे विद्यन्ते इति दृष्टवन्तः। तत्र भावकर्मणोः यथा पूर्वं तत्र अभिभावकर्मणोः इति तिबादयः प्रत्ययाः आत्मनेपदिनः भवन्ति। तत्र षोडश सप्तदशशलन्त इगुपद अनिट् धातवः। तत्र सामान्यधातवः तु यदा कर्त्रार्थे आसीत् तादृशमेव कर्मणि अपि भवति। इदानीं तत्र विशिष्टविषयाणामेव चिन्तनम्, अतः तत्र सप्तदश शलन्त इगुपद अनिट् धातवः इति तत्र प्रथमम् आसीत् शल इगुपद अनिटः सः सः इति आदेशः। तत्र ककारस्य इत्संज्ञा स एव अवशिष्यते, कित्वात् तत्र गुणनिषेधः भवति इत्यपि दृष्टवन्तः। अनन्तरं रूपाणि तु सता सातां सन्त सताः सातां सध्वं सि सावहि सामहि। तत्र आतो दीर्घो ञि इति कारणेन तत्र दीर्घत्वं सार्वधातुकप्रत्यये परे सावहि सामहि इति रूपम्। अनन्तरं तत्र चिन् भावकर्मणोः इत्यनेन तत्र आत्मनेपदी प्रथमपुरुष एकवचन त प्रत्यये परे तत्र चिन् प्रत्ययः भवति सर्वेभ्यः धातुभ्यः। चिन् भावकर्मणोः इत्यनेन तत्र थ प्रत्यय त शब्दे परे चिन् आदेशः। अतः तत्र यदा वयं सामान्यतया पश्यामः तत्र सूत्रत्रयं भवति। श्ली श्लेः सिच् इति प्रथमं श्ली इति आदेशः भवति, अनन्तरं श्लेः स्थाने सिच् भवति। यदा भावकर्मण अवस्था अस्ति चेत् तत्र श्ली स्थाने चिन् आदेशः भवति इति तत्र सूत्रक्रमः भवति। अनन्तरं चिन् चिणोः चिणो लुक् भवति, चिण उत्तरस्य त शब्दस्य लुक् भवति, अतः ई एव अवशिष्यते। अतः प्रथमपुरुष विहाय सर्वे तिङ् प्रत्ययाः यथा कर्त्रार्थे अत्रापि भवति। ई साताम् सन्त सताः साताम् सध्वं सी सावहि सामहि। ई इति चिन् इति कर्तव्यम्, अतः तत्र गुणनिषेधः न भवति पुगन्तलघुपदस्य च इत्यनेन गुणः भवति सार्धधातुक अर्धधातुकप्रत्यये परे। कृष् धातुः दृष्टवन्तः, तत्र तु अस्माकं कार्यं यदा प्रथमपुरुषे एकवचने तु गुणः भवति, अनन्तरं वर्णमेलनं क्रोषि, अन्यत्र तु यदा यथासङ्गं तत्र व्रश्च व्रश्च इत्यनेन षत्वं षडोः कहसि आदेशप्रत्ययोः इत्यनेन रूपाणि। तत्र तदेव यदा षकारः अन्तिमवर्णः अस्ति चेत् समानकार्यं, यदा मूर्धन्यषकारः अन्ते अस्ति चेत् तत्र षडोः कहसि आदेशप्रत्ययोः इत्यस्य एव कार्यम्। अनन्तरं मिह् धातुः विषये दृष्टवन्तः, तद् तु हकारान्तधातुः, अतः होडः इत्यस्य कार्यं। मिह् रुः इति सामान्यहकारान्तदातवः, दिह् दुः इति दकारादि हकारान्तदातवः। दिक् दुक् लिक् इति तत्र पृथक्तया किञ्चित् चिन्तनम् आसीत्। दुक् धातोः विषये एव रूपाणि साधितवन्तः, होडः षडोः कहसि, अनन्तरं बष्भावः भवति एकाचो बशो बष् जषन्तस्य स्तोः इति। दकारादि हकारान्तधातुः अस्ति चेत् दादेर्धातोर्कः, यदा दुक् धातुः दादेर्धातोर्कः, करी च जषस्तथोर्दोर्धः, जषन्तधातुः ढकारादिप्रत्यये परे ढकारादेशः भवति, जष्त्वम् इति भवति। अत्र एकं नूतनं सूत्रं दृष्टवन्तः, लुक्वा दुः दिह लिह गुहाम् आत्मनेपदे दन्त्ये इति। तत्र दुः दिह् लिह् गुह् इत्येतेभ्यः धातुभ्यः सप्रत्ययस्य लुक् विकल्पेन भवति दन्त्यादि आत्मनेपदि प्रत्यये परे. दन्त्यादिप्रत्ययः कः इति अपि तत्र चिन्तनम् आसीत्. चत्वारः थ ता त्वं बहि इति तत्र थ इति इत्यस्य तु चिन्वत् जातः अतः तत्र तस्य एतस्य सूत्रस्य प्रसक्तिः तत्र नास्ति. थ त्वं बहि इत्यत्र तु रूपद्वयं साधितं लुक् भवति स प्रत्ययस्य अतः तत्र रूपद्वयं वयं साधितवन्तः. तद् वयं दुः धातोः कृतवन्तः. अद्य दिह् धातुः रूपाणि साधयामः, अनन्तरम् अग्रे सरामः. अस्तु रघुपतिमहोदय, दिह् धातुः वदति वा भगिनि? अत्र एकः प्रश्नः, तत्र स इति प्रत्ययः खलु, तद् च्ली इति अस्ति, सिच् इति अस्ति, तत् कीदृश तद् विकरणप्रत्यये एव कार्यं कुर्वन्ति वा ते? सा इति अस्ति खलु विकरणप्रत्यये. आम्, किमर्थम् इत्युक्ते तद् च्ली इति विकरणप्रत्ययः, च्ली स्थाने सिच् भवति, अतः तस्यापि समान धर्मः किल, तद् तस्य स्थाने स इति आगच्छति. तर्हि इदानीं सा वहि इति अस्ति, सा महि इति, तत्र वहि इति तत्र धातु स्वीकृत्य स इति स्वीकृत्य तत्र अङ्गं वहि इत्यस्य कृते धातु योग स इति इति भवति खलु, तादृश एव वा? अतो दीर्घ अतो दीर्घ यै इति खलु, तत्र यदा वयं पठामः पठावः इति तत्र शप् विकरणप्रत्ययं योजयित्वा पठ इति अङ्गम् अतः अकारान् तत्र अदन्तमङ्गम् इति अत्र इदानीं सावहि इत्येव दत्तमस्ति खलु, अतः किमर्थं तत्र पूर्वमेव तत्र केवलं सौकर्यार्थं दत्तमस्ति वा? इदानीं स इति तत्र अङ्गं वहि इत्यस्य कृते स इति योजयित्वा भवति खलु, तत् धातु प्लस् स इति भवति. तत्र प्रायः सिद्धप्रत्ययः इति स्वीकृत्य सावहि इति साधितवन्तः. तत्र वयं कथं कुर्मः, तत्र मूलतः सिद्धप्रत्ययः, तत्र विकरणप्रत्ययः तु वयं न योजयामः किल. अत्र यत्र यत्र तत्र अदन्तमङ्गम् अनदन्तमङ्गम् इति दृष्ट्वा एव विकरणप्रत्ययः पृथक् रूपेण वयं तत्र योजयामः, अनन्तरं सिद्धप्रत्ययः योजयामः. अत्र किं कृतवन्तः, स इति तत्र सर्वत्र समानम् इति कृत्वा प्रत्यये एव योजितवन्तः. तत्र सौकर्यार्थमेव अत्र न तत्र दुः इति सावहि इति कथं वा भवति इति, दीर्घः भवति किमर्थं भवति इति भ्रमः भवति. तत्र आम् सत्यं, तत्र स यदा तत्र स एव प्रत्ययः, तत्र तु विकरणप्रत्ययस्य भेदः इति किमपि नास्ति, अतः तत्र सिद्धप्रत्ययेषु एव तत्र सा इति योजितवन्तः. धातु विकरणप्रत्ययः अनन्तरं तिङ् इति तादृशम् अकृत्वा एतादृशमार्गः स्वीकृतवन्तः, तत्र सावचि इति आगच्छति. किं करणीयं भगिनि इदानीं? अत्र अग्रिमधातुः आसीत् दिह् किल, दुः अभवत् दिह्, दिह् धातोः रूपाणि. दिह् धातोः रूपाणि, दिह् इति अस्तु, दिह् धातु अस्ति, दकारादि धातु अस्ति, अतः धाते धातोः गः इत्यस्य सूत्रशक्तिः अस्ति, दिह् इति अस्ति. इदानीं दिह् योग तत्र सत इति खलु, तत्र तस्य स्थाने इदानीं तस्य स्थाने इ आदेशः भवति, स्थाने किमस्ति अत्र, क्षम्यतां, तत् एकनिमिषः, किमस्ति तत्र, कः चिण् भावकर्मः इत्यनेन चिण् भवति, तर्हि इ इति अस्ति, तदा चिन्न लुक् इत्यनेन तत्र तकार त इति प्रत्ययस्य लुक् तत्र लुक् भवति, तर्हि दिह् योग इ इति अस्ति. इदानीम् आगातुकप्रत्ययः अस्ति इ इति कृत्वा तत्र गुणः भवितुमर्हति पुगद्धगवत् इति सूत्रेण. अडागमः प्रथमम् अडागमः अदिह् योग इ अदेहि इति भवति, अदेहि इति अस्ति. अग्रे अदेः इदानीम् अदेः योग तत्र सतां साताम् अदेः योग साताम् इति अस्ति दादे धातोः गः इत्यनेन अधिग् अधिग् योग साताम् इति भवति अधिग् योग साताम् इति अस्ति खलु तत्र इदानीं तत्र बष्भावः भवति एकवच वश वश अधिग् अधिग् योग साताम् इति अस्ति अधिग् योग साताम् इदानीं तत्र षडो क्षम्यतां तत्र अधिग् योग साताम् धिग् सकारः अस्ति खलु तत्र केन सुधारणं भवति इदानीम् एकनिमिष तत्र षड् एकनिमिष अधिग् योग सि इति आदेशप्रत्यय इत्यनेन षत्वं भवति आं सत्यं षत्वं भवति अधिग् योग सि सोरि अधिक् योग शाताम् अनन्तरं खरीचैत्यनेन अधिक्षाताम् इति भवति अधिक्षातां सत्यं खलु समीचीनम् आं सम्यक् एव अधिक्षाताम् अनन्तरम् एकनिमिषः उपरि अस्ति अधिक्षातां तर्हि तत् तदेव अत्र अधिक्षन्त इति भवति सथा इति अस्ति तत्रापि धादे धातो गः इत्यनेन अनन्तरं तत्र बष्भावः अधिक् बष्भावः भवति सत्यम् अधिग् अधिक् अनन्तरं तत्र सकारस्य षत्वं भवति आदेशवर्ति इत्यनेन अनन्तरं तत्र करिचैत्यनेन अधिक्षथाः तथैव अधिक्षाथाम् अस्तु अधिक् अधिक् योग त्वं तत्रापि त्वम् इति खलु तत्र अत्रापि अधिग् अधिक् योग सध्वम् तत्रापि अधिक्षध्वम् अधिक्षध्वम् इति भवति तत्रापि अग्रे अधिग् योग सि इति अस्ति अधिक् योग सि तत्र अधिक्षि इति तत्रापि अधिक्षि अधिक्षि इति भवति तत्रापि सकार अस्ति इति कृत्वा अधिक्षि एकनिमिष भवति वा सकारः अस्ति सकार सत्यम् अधिक्षि इति भवति अधिक्षावहि अधिक्षामहि इति रूपाणि अदेः अधिक्षाताम् अधिक्षन्त अधिक्षथाः अधिक्षाताम् अधिक्षध्वम् अधिक्षि अधिक्षावहि अधिक्षामहि इति भवति इदानीम् अन्या अस्ति वा तत्र अत्र मध्यमपुरुषे दन्त्ये इति आमां सत्यं सत्यम् एकनिमिषः लुग्वा दुः अस्तु दुः इति अस्ति खलु तत्र लुग्वा दुह दिह लिह गुहा गुहात्मने पदे दन्त्ये इति अस्ति तर्हि दन्त्य तत्र तत्र विकल्पेन तत्र सा लुक् भवति तत्र एकनिमिषः तत्र कुत्र अस्ति इदानीं तत्र ताः इति खलु तत्र अधिः योग था इति दन्त्य अस्ति अतः सकार स इत्यस्य लोपः भवति अधिः योग ता इति अस्ति अधिः योग ता इदानीम् अधिक् योग ता इति अस्ति धातेः धातोः गः इत्यनेन अधिग् योग ता एकनिमिष अधिग् एकनिमिष अधिग् योग ताः अनन्तरं अधिग् इति अस्ति खलु अधिग् तत्र एकाचवशवशि अधिग् इति भवति अधिग् योग ताः अनन्तरं ताः इति जिग् घकारः अस्ति इति कृत्वा जस् वर्णः अस्ति जस ततो दोदः इत्यनेन धा इति भवति वा अधिग् अधिग् योग धा अधिग् धा इति भवति सम्यक्तनं वा तत्र पुनः वदतु महोदय तत्र अधिः योग ता इति अस्ति अधिः योग ता इति अस्ति इदानीं तत्र दादे धातोः गः इति अधिग् अधिघ् योगताः इति अस्ति, घकारः अस्ति, जस्वर्णात् झभै घड एकनिमिष झभै घड दश तत्र चतुर्थ खलु चतुर्थ अस्ति खलु तत्र जश ततो जस ततो धो दः इति भवति खलु तकारयोः धकारः आदेशः धा भवति अपि च तत्र बष् भावः अपि भवति तद् बष् भावस्य निमित्तं नास्ति तद् पश्यतु अधिक् हा क्षम्य बष् एका च बष बष् तस्य निमित्तं नास्ति भगिनि अधिक् एका च बष बष् धातो अवयवः तकारः नास्ति इदानीं सम्यक् सम्यक् अधिग्धा एव आं सत्यम् अधिग्धा इति अस्ति साताम् इत्यस्मिन् तत्र नास्ति अतः आथाम् इति अस्ति सध्वम् इति अस्ति तत्र अस्तु तत्र दन्त्य अस्ति अतः अधिशयोग सध्वम् इति अस्ति अधिः योगध्वम् इति अस्ति इदानीम् अधिः योगध्वम् इति अस्ति किं भवति इदानीं तत्र धकारः अस्ति किं करणीयम् अधिः एकनिमिषः हकारः अस्ति घ इति अधिग् अधिग् योगध्वम् इति अस्ति अधिग् अधिग्ध्वम् इत्येव अधिग्ध्वम् इति अस्ति वहि इति अस्ति तत्र तत्र एकाचो बशो बष् भवति तद् उक्तवान् किल सत्यं ध्वम् इति आं ध्वो इत्यनेन अत्र अधिग् अधिग्ध्वम् इति भवति आं सत्यं तत्र भवति वहि इति अस्ति तत्र भवितुमर्हति तत्र तत्र सा इति भवति यद् वहि एव तत्र दीर्घः न भवति वा इदानीं वहि एव खलु वहि एव अधिह्योगवहि अत्र इदानीं तत्र दातेदातो गः इति न भवति अधिह्वहि इति एव सत्यं तर्हि अधेहि अधिक्षाताम् अधिक्षन्त अधिक् अधिक् अधिग्धाः इति भवति अनन्तरं तत्र अधिग्ध्वम् इति एव तत्र दिह् धातुविषये अग्रे सरामः. अरुणा भगिनी पठति वा? धन्यवादः महोदय. क्षम्यताम् अन्य वदतु. ओ अस्तु. श्रीवल्ली भगिनी पठति वा? लिह् धातोः रूपाणि. आं भगिनि, लिह् धातोः रूपाणि पुनः किञ्चित् भिन्नानि. यस्मिन् पक्षे सा प्रत्ययस्य लुक् भवति तत्र लिह् धातोः विशिष्टरूपाणि. प्रथमम् अलेः अधिक्षाताम् अधिक्षन्ताम् अधिक्षताः अलेः अलेहि किल अलेः करणीयम् अलेः अलिक्षाता अलिक्षाताम् अलिक्षन्त अलिक्षथाः अलीढाः अलिक्षाथाम् अलिक्षध्वम् अलीध्वम् अलिक्षि अलिक्षावहि अलिह्वहि अलिक्षामहि. रूपाणि साधे रूपाणि. आं भगिनि, अलेः लिह्वातु योगः इ भगिनि, इ प्रत्ययः चिन्लुकोः तदंपुरुषः एकवचने. सो अडागमः भवति, आयोगः लिह्योगः इ भवति, पुगन्त लघुपदस्य च इति गुणः भवति. अलेः इति रूपं भवति. अनन्तरं साता इति लिह् अलिह् योगः साताम् प्रथमं षडोः कः अस्ति भगिनि? होडः सकारः. होडः होडः अनन्तरं षडोः कः अस्ति भवति सो अलिक् अलिक् योगः साताम् अनन्तरम् आदेशप्रत्ययोः इन्कोः शत्वं भवति अलिक् योगः शाताम् अलिक् शाताम् इति रूपं भवति समानमेव अलिक्षन्त अनन्तरं थाः सथाः सथाः सो अलिक् योगः सथाः अनन्तरं इति सकारस्य लोपः भवति भगिनि लुक्वा तुहतिह लिह गुहम् आत्मनेपदे दन्ते सस्य लुक् भवति सो सकारस्य लोपः भवति अनन्तरं सो अलिह् योगः थाम् आथां भगिनि सकारस्य लोपः सकारस्य लोपः अलिह् योगः अलिह् योगः ताः ताः स्थाः अलिक् योगः स्थाः भवति अनन्तरं अत्र आं भगिनि पोडः अलिक् पोडः अनन्तरं षडोः कः अस्ति अलिक् योगः षडोः कहसि इत्यस्य अवसरः नास्ति सकारः परे नास्ति ओ वा सकारे सः सकारः तु लोपः जातः किल आं भगिनि आं सो अलिड् अलिड् योगः ताः सो अलिड् योगः ताः अनन्तरं दादे दो दागः सकारादिधातोः नास्ति अनन्तरं चषस्ततो दूतः चष् उत्तरस्य किल अतः सकारः परे दः इति आदेशः भवति तकार तकारयोः स्थाने ठकारादेशः भवति अलि योगः धाः अनन्तरं भगिनि अलिट्योगः दन्त्यधकारः अतः अलिड् योगः दकारस्य स्थाने डकारः किल दन्त्यस्य मूर्धन्यस्य प्रभावेण दन्त्यस्य मूर्धन्यादेशः अलिड् योगः डाः इदानीं डकारस्य डकारे परे न जानामि भगिनि द्रोडे लोपः जानाति एव वयं द्रोडे लोपः डः दे लोपः आं भगिनि सत्यं डः दे लोपः सो अलिडः अलिडाः अनन्तरं लोपः आगच्छति चेत् सर्वदा पूर्वस्य दीर्घः भवति लिट् लीड् लीड् भवति अलीडाः इति रूपं भवति तत्र एकमेव पूर्वं बहुवारं कृतवन्तः अतः स्मारयामि स्तुनाष्टुः 8441 अस्ति दोडे लोपः 8313 अस्ति तत्र आश्रयात् सिद्धत्वम् इति कारणेन तस्य कार्यं सर्वदा स्तुनाष्टुः अनन्तरमेव भवति यद्यपि दोडे लोपः त्रिपाद्यां पूर्वसूत्रमस्ति तद् कृतवन्तः बहुपूर्वम् इदानीं अहमपि दृष्टवती तत्र 8-3 भवति 8-4 अनन्तरम् इति तत्र आश्रयात् सिद्धत्वं तस्य कार्यम् अवश्यं भवति तदलोपे पूर्व आं महोदय क्षम्यतालोपे अपि षष्ठाध्याय अस्ति खलु आम् आं तदपि वयं चिन्तनं कृतवन्तः तस्य सिद्धत्वं यदा डोडे लोपः रोरि इत्यस्य भवति एव तस्य कार्यम् अतः तत्रापि सिद्धता अस्ति इति तदपि वयं पूर्वस्मिन् करपत्रे बहु पूर्वं पठितवन्तः किल अक्रलोपे पूर्वस्य दीर्घो नः आं सत्यं साखाम् इति अलिक् योगः अलिक् शाखाम् इति रूपं भवति भगिनि अनन्तरं ध्वम् अलिक् योगः त्वं डकारः पोडः अलिट् योगः द्वम् अनन्तरं जशन्तः जशस्तः तः भवति जशस्ततो न भवति अलिक् योगः त्वम् अलिड् योगः अलिड् योगः द्वम् अनन्तरं अलिक् योगः द्वम् न इदानीं तद् स्तुनाष्टुः स्तुनाष्टुः अपरस्मिन् पक्षे एव वदति किल अलीद्वं भवति भगिनि अलीद्वम् इति स्तुनाष्टुः दौडे लोपः ड्रलोपे दलोपे इत्यस्य कार्यं नास्ति अलीद्वम् इति भवति अनन्तरं अलिह् योगः सि इति अलिक्षि अण्ड् सावहि इति अलिक्षावहि अलिक्षामहि तत्र किमपि तत्र केवलं वर्णमेव अलिह् योगः सत्यं सम्यक् धन्यवादः अनेन लिह् धातुः चिन्तनमपि समाप्तम् तत्र लुक्वा गुह दिह लिह गुह गुह् इति अस्ति तदेव अग्रे अस्ति तस्मिन् विषये अपि पश्यामः उषा भगिनी पठति वा आं भगिनि गुः अगृहु इति वेट् धातवः इग् इग् इक् उपदाः शलन्ताः च ओके इक् उपधा ओ ऋकारः उकारः ओके इग् उपधा शलन्ताः च शल् शससर् हल् ओ हकारान्ताः ओके अनिट् पक्षे एभ्यः सः प्रत्ययः अनिट् पक्षे एभ्यः सप्रत्ययः भवति अनिट् पक्षे ओके षेट् पक्षे एभ्यः सिच् प्रत्ययः भवति येषु गुह् धातुः लुग्वा दुह दिह लिह गुहाम् आत्मनेपथे दन्त्ये इति सूत्रे पठितः ओके अतः तस्य अनिट् पक्षे दन्त्यादिप्रत्यये परे स लोपः भवति गृह भृहु तृः स्त्रुः गुः इति वेट् धातवः इग् उपताः अपि भवति शलन्ताः अपि भवति शलन्ताः यतोहि हकारान्ताः शल् प्रत्यये अन्तर्भवति अनिट् पक्षे एभ्यः स प्रत्ययः भवति अनिट् पक्षे ओ शल् इग् उपदा अनिट् सः इत्यनेन शलन्तधातुतः अनिट् धातोः अनिट् पक्षे सप्रत्ययः भवति. ओके, सेट् पक्षे सप्रत्ययः न भवति, सिच् प्रत्ययः भवति, श्लेहे सिच् इत्यन. ओके, येषु गुह् धातुः लुग्वा दुह दिह लिह गुहाम् आत्मनेपदे दन्त्ये इति सूत्रे पठितः, अतः तस्य अनित्पक्षे सप्रत्ययः दन्त्यादिप्रत्यये परे स लोपः भवति. ओके, गुह् धातोः अनित्पक्षे रूपाणि अगोहि अदुक्ष् घुक्षातां गुक्षन्त अगुक्षताः अगूढाः अगुक्षाताम् अगुक्षध्वम् अगूढ्वम् अगुक्षि अगुक्षावहि अगुह्वहि अगुक्षामहि. गुह् योगः इ प्रथमपुरुष एकवचनं इ भवति छिन् प्रत्ययेन, अनिट् भवति इ अस्ति, अगु सो अगुः प्रथमम् अडागमः लुङ् लङ् लृट् ष्वट् लुङ् लङ् लृङ् ष्वट् उदात्तः इत्यनेन, सो गुणा अपि भवति अगुः योगः इ गुण गुणेन अगोः अगोः योगः इ भवति. अगोः योगः होडः नास्ति वा, जलि नास्ति, इकारः परः अस्ति, सो अगोहि एव रूपं भवति. देन् इ साताम्, सो अगुः योगः साताम्, अगुः योगः साताम् अगुः अल्पप्राण अगुः, देन् अगुः साताम् गुः, सो घकारः सकारः, अगुः योगः सकारः, हकारः होडः सकारः जल् अस्ति, सो जलीपदार्थे होडः होडः इत्यस्य रूप भवति गुहोडः. सो अगुड् अगुड् योगः साताम्, अगुड् योगः साताम् सकारस्य षडोः कहसिया अगुः अगुड् योगः साताम् अगुड् षडो कहसि वट् आर् द कण्डिशन्स् भगिनि सकारे पकरे सकारे परे षकारस्य डकारस्य च ककार ओ सो सकारः परः अस्ति साताम् इत्यनेन डकारस्य ककार आदेशः भवति. ओ प्रथमं बष्भाव वा षडोः कहसि 8-13 षडो कहसि 8-41 एकाचो बशो बस् 8-37 ओके ओके. सो एकाचो बशो बस् जशन्तस्य द्वोः अगुड् वट् डु ऐ हेव् अगुड् योगः साताम् डकारः अस्ति डकारः झश् एकाच् अस्ति झश् अस्ति एण्ड् देन् तस्य भश् गकारः अल्पप्राणगकारः भश् वा भश् भवति नो नो भगिनि जबगड दश् बगड भश् भावः अस् सो भश् भवति सो अगु भवति अगुड् अगुड् भवति अगुड् योगः साताम् अनन्तरमेव षडोः ककसि इत्यनेन साताम् इति परः अस्ति गुड् योगः साताम् डकारस्य स्थाने ककार आदेशः भवति अगुक् योगः साताम् देन् अगुक् योगः साताम् देन् मूर्धन्यषकारः भवति सकारस्य दन्त्यसकारस्य स्थाने मूर्धन्यषकारः भवति आदेशप्रत्ययोः इत्यनेन अगुक् शाताम् ओके अगुक् शाताम् इति भवति देन् अगुक्षन्त सो एवमेव गुह् प्रथमं गुह् योगः सन्त वटस प्रत्यय सन्त सन्त अगु अगुह् अगुह् सन्त एव अगुह् योगः सन्त प्रथमं ढत्वं हकारस्य ढत्वम् अनन्तरं बष्भावः अगुक् अघु भवति देन् डो डो वट् इस् षडोकः सि इत्यनेन डकारस्य ककारः भवति मूर्धन्यषकारः अनन्तरं भवति देन् अगुक्षन्त इति भवति. मध्यमपुरुष एकवचनं अगुह् योगः अगुह् योगः सताः अगुह् योगः सताः अगुह् योगः सताः सो अगुह् योगः सताः सो देर् आल्सो हकारस्य स्थाने डकारः प्रथमं भवति होडः इत्यनेन अगुड् योगः सताः देन् बष्भावेन एकाचो बशो बश् जशन्तस्य ढकारः जश् भवति इत्यनेन घकारस्य स्थाने घकार आदेशः भवति अगुड् सताः देन् सकारः सकारस्य डकारस्य स्थाने ककार आदेशः अनन्तरं आदेशप्रत्ययोः इत्यनेन शकारः सो अगुक्षताः. अत्र विकल्पेन रूपं भवति अगूढाः लुग्वा दुहदिह गुह गुह आत्मनेपथे दन्त्ये सताः सताः दन्त्य नास्ति भगिनि सकारः एव अस्ति खलु सकारस्य लोपः भवति तकारः तत्य ओके ओके प्रत्ययस्य लोपः प्रत्यय ओके ओके इति प्रत्ययस्य लोपः सो सका सताः इति कृते सताः इति कृते सकारस्य लोपः भवति सो अगुह् योगः ताः एव भवति स्थाने डकारः भवति अगुड् अगुड् योगः ताः ताः ढकारः झष् भवति अनन्तरं था अस्ति दन्त्यवर्ण अस्ति सो जशस्थतोर्दोर्दः इत्यनेन ढकारस्य स्थाने ढकार आदेशः भवति सो अगुड् योगः धाः देन् देन् ष्टुनाष्टुः इत्यनेन ष्टुनाष्टुः इत्यनेन ढकारस्य स्थाने ढकार आदेशः भवति सो अगुड् योगः ढाः अगुड् योगः ढाः इति स्थिते डोडेर् लोपः इत्यनेन प्रथम डकारः लोपः भवति अगुड् अगुडाः इति भवति बट् डोडेर् लोपः अनन्तरं ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन अणः अत्र उकारः भवति ऊकारः भवति दीर्घः भवति अगुढाः इति भवति अगुढाः इति विकल्पम् अनन्तरम् अगुक्षातां एवमेव अगुक्षातां वयं दृष्टवन्तः अदन् एवमेव अगुक्षद्वं षद्वं दकारः दन्त्यवर्णः इत्यनेन लुहदिह नो लुग्वा दुहदिह लिहगुहाम् आत्मनेपथे दन्त्ये इत्यनेन सकारलोपः भवति सो सद्वम् इति नास्ति वट् इस् दट् प्रत्यय सद्वम् इति नास्ति द्वम् एव भवति सकारलोपः सो अगुह् अगूढ्वम् अगूढ्वं अगूढ्वं सो अत्र बष्भावम् अपि भवति अगूढ्वं सो गु अगुह् योगः द्वम् अगुह् योगः द्वम् अगुह् योगः द्वं हकारस्य डकारः भवति डकारस्य अनन्तरं ध्वं भवति सो ध्वम् इति ध्वं भवति देन् डोडेर् लोपः इत्यनेन डकार प्रथमडकारः लोपः भवति देन् ड्रलोपे पूर्व नो नो प्रथमं बिफोर् दट् भष्भावः भवति सो अगुह् योगः द्वम् अगुह् योगः द्वं होडः अनन्तरं बष्भावः अनन्तरं बष्भावः इत्यनेन ढकारः झष् अस्ति इत्यत् कृते गुकारस्य गकारस्य अल्पप्राणगकारस्य स्थाने महाप्राण गकारः भवति बष्भावः भवति सो अघुड् इति भवति देन् डकारः परः झषस्ततोर्धोर्धः मेबि ऐ एम् स्विचिङ्ग् द आर्डर् डकारस्य द्वम् इत्यस्य कृते डकारः भवति मूर्धन्य ष्टुनाष्टुः इत्यनेन देन् डोडेर् लोपः देन् दीर्घ अणः दीर्घः अगूढ्वम् इति भवति अगुक्षि ऐ थिङ्क् वयं दृष्टवन्तः अगुक्षावहि अगुह्वहि वकारः जलि नास्ति इत्यनेन जलि नास्ति इत्यनेन होडः कार्यं न करोति अगुह्वहि एव भवति देन् अगुक्षामहि वयं दृष्टवन्तः अस्य एतदेव अनिट् पक्षे अनिट् पक्षे यदा वयं दृष्टवन्तः रूपाणि सेट् पक्षे वयम् इतोपि किञ्चित् पठित्वा रूपं साधयामः तेषां रूपाणि अधः दत्तानि तद् दृष्ट्वा वयम् अत्र आगत्य पुनः रूपं साधयामः धन्यवादः भगिनी विजयभगिनी पठति वा नमस्कारः महोदय तत्र विजयभगिनी नमस्ते तत्र अवशिष्टेभ्यः सर्वेभ्यः धातुभ्यः तस्मात् पठतु अनन्तरं वयं पुनः आगत्य रूपाणि साधयामः कर्तृर्थे कर्तृर्थे अनिट् स्विच् कर्तृर्थे अनिट् सिच् प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः इमे स सातं सत साः सार्थं ध्वं सि महि महि इति अस्ति अग्रे कर्तृर्थे सेट् सिच् प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः इमे इष्ट इशाताम् इषत इष्टः इशार्थम् इड्वम् इषि इष्महि इष्महि इति अस्ति अतः एते तु एकनिमिषं भगिनि एते तु कर्त्रार्थे कर्त्रार्थे अनिट् सिच् प्रत्ययः ये आत्मनेपदसंज्ञकाः सन्ति तेषां रूपाणि प्रथमम् अनिट् अनन्तरं द्वितीयमस्ति कर्तरार्थे सेट् अस्माकं विवक्षा तु कर्मण्यार्थे अतः एते प्रत्ययाः कर्तरार्थे अनिट् सेट् अग्रे अपि पठतु भगिनि अग्रे आगच्छति कर्मणि भावे आम् कर्मणि भावे च कर्तृवाचक सिच् प्रत्ययेभ्यः तावान् एव वेदः यत् प्रथमपुरुषैकैकवचने चिन् भावकर्मणोः इत्यनेन चिन् आदेशः चिनो लुक् इत्यनेन चिन् उत्तरस्य सा शब्दस्य लुक् भवति अत्र कर्मणि भावे च कर्तृवाचक सिच् प्रत्ययेभ्यः सिच् अस्ति चेत् अत्रैव भेदः अस्ति प्रथमपुरुष एकवचने चिन् भावकर्मणोः इत्यनेन चिन् आदेशः भवति चिनो लुक् इत्यनेन चिन् उत्तरस्य तिष्ठति यः सकारः एतत् शब्दस्य लुक् भवति उत्तरस्य त शब्दस्य लुक् भवति अग्रे पठामि वा कर्मणि भावे च प्रथमपुरुषे एकवचनं विहाय सर्वे स्त्रीं प्रत्ययः कर्तृत्वे यथा भवन्ति तथैव कर्मणि भावे अनिट् सिच् प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञक प्रत्ययः इमे ई छिन्न सातां सत साः सार्थं द्वं सि स्वहि स्महि इति अस्ति. अनन्तरं कर्मणि भावे च सेट् अस्ति चेत् सेट् सिच् प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययः इमे ई छिन्न इशाताम् इषत इष्ठाः इशार्थम् इष्वम् इषि इष्वहि इष्महि इति अस्ति अस्ति अत्र सत्यम्. अतः यदा कर्त्रार्थे पश्यामः अथवा कर्मण्यार्थे भेदः तु प्रथमपुरुषे एकवचने एव, अन्यत् सर्वं समानम्. इदानीं किं कुर्मः इत्युक्ते समान तद् किं प्रत्ययः धातुः गुक् धातुः सेट् पक्षे रूपाणि अत्र सिद्धप्रत्ययः अस्ति. ई इशाताम् इषत इष्टाः इशाताम् इड्वम् इषि इष्वहि इष्महि इति रूपाणि सन्ति, सिद्धप्रत्ययाः सन्ति. तम् आधारीकृत्य वयं रूपाणि साधयामः. भगिनी प्रथमपुरुष एकवचनं रूपं वदति वा? गुः धातु. गुः धातु गुः अत्र सेट् पक्षे कर्तृते सेट् सिच् प्रत्ययेन कर्मण्यर्थे कर्मण्यर्थे एव स्वीकरोतु. गुः योगः इ इति प्रत्ययः चिन् अहुक् योगः इ एतदेव प्रत्ययम् अत्र अहुक् अत्र अत्र वर्णमेलनमेव वा? अत्र एतत् अजादि अपित् अस्ति अर्धधातुकप्रत्ययः अपित् पित् इति चिन्तनं किमपि न भवति किल, अर्धधातुकविषये किमपि नास्ति. अत्र गुह् इति अस्ति चेत् अत्र गुहि गुहि इति भव वर्णमेलनेन गुहि एव भवति वा अत्र? परन्तु रूपं किं दत्तम् अत्र गुह् धातोः सेट् पक्षे रूपाणि? आम् सेट् पक्षे अत्र ई एव अस्ति खलु. ई आम् सत्यम् उपरि गच्छतु उपरि तत्र यदा भगिन्या उषा भगिन्या पठितं किल तस्मात् अनन्तरं गुप् धातोः सेट् पक्षे रूपाणि इति रूपाणि प्रदर्शितानि किल आम् तत् पठतु एकवारम्. अगोहि इति अस्ति खलु तत्र सर्वत्र अडागमः भवति. अनन्तरं अत्र पुहन्तलघुपदसि इत्यनेन गुणः भूत्वा अगोह् इति भवति. इदानीम् इति अस्ति तादृश तदेव तिष्ठति खलु महोदय अत्र योजनेन अगोह् इति भवति. अनन्तरं इति प्रत्ययः अस्ति अत्र अगोहि योगः ई योजनेन अगोहि इति दीर्घं भवति तावदेव खलु महोदय? न न दीर्घं किमपि न अगोहि इत्येव रूपं दीर्घत्वं किमपि न एतत् तादृश ओ एतत् मेलनेन ई मेलनेन अहोहि इति अस्ति ई मेलनेन अगोहि इति भवति सत्यम्. इदानीं द्विवचने करोतु अगोह् क्षम्यताम् अगुः योगः तत्र प्रत्ययः इशाताम् इशाताम् इति अस्ति अत्र धातु तु अगुक् इति अस्ति लङ् मध्ये. इदानीम् अत्र अकारस्य फोडः इत्यनेन दकारः भवति अगुड् इति भवति. हकारान्तधातुः अनन्तरम् इशाताम् इकारः ओ आम् आम् अत्र अत्र दीर्घः दीर्घः किमर्थम् अत्र दीर्घः आगच्छति महोदय? दीर्घः अस्ति इशाताम् इत्येव इशातम् अत्र अस्ति परन्तु अगुः एव मेलनेन अगूषिताम् एव, परन्तु अत्र अगू इति दीर्घं भवति अत्र उपादायः दीर्घः इत्यनेन दीर्घः भवति वा महोदय? अथ उपादायः इत्यनेन वा? अथ उपादायः किं महोदय? गोः इति अजादि प्रत्यये परे गुः इत्यस्य तत्र सूत्रमासीत् तदेव वा? अनेन एव एकनिमिषं तद् चिन्वत् पक्षे अपक्षे इत्यत्र वयम् एकं सूत्रं कृतवन्तः गुः इत्यस्य दीर्घं भवति इति एकवारम् अहं पश्यामि गृह् इत्यस्य भवति गुः इत्यस्य अदुपदा गोः इति किं सूत्रं पुनः वदतु महोदय सूत्रम् ऊदुपदाय गोः इति ऊदुपदायः अस्ति ऊदुपदाय गोः इति गुहुधातु अजादिप्रत्यये परे गोः इति रूपस्य प्रसक्तिः अस्ति चेत् तं पात्रम् अस्तु तत्र नास्ति तत्र तद् न भवितुमर्हति. आम् अत्र गुह् धातोः अजादिप्रत्यये परे अजादिप्रत्ययमेव अत्र खलु विशाताम् इति गुः धातोः अजादिप्रत्यये परे गोः इति रूपस्य प्रसक्तिः अस्ति चेत् तं न तत्र गोः इति अस्ति खलु तत्र गुणः भवितुम् अर्हति चेदेव तत्र दीर्घः भवति ऊ इति भवति अत्र गुणः नास्ति खलु ऊकारः आदेशः भवति एव महोदय एतत् ऊदुपदाय गोः इत्यनेन न न न तत्र नास्ति गोः इति उक्तमस्ति तत्र गोः इत्युक्ते पश्यतु महोदय अत्र गुः धातोः अजादिप्रत्यये परे गोः इति रूपस्य प्रसक्तिः भवति अस्ति एव परन्तु तं बाधनम् अस्ति अत्र एतत् बाधित्वा एव उपादायः ऊकार आदेशः भवति दीर्घः भवति न भगिनि गुणः भवति चेत् तद् बाधः भवति इदानीं गुणः एव न भवति किल गुणविषये अत्र गोहः इति उक्तत्वात् गोहः इति न भवति किल अत्र महोदय अत्र पश्यतु महोदय गुह् धातोः अत्र चेट् बाक्स् मध्ये पश्यतु गुह् धातोः अजादिप्रत्यये परे अजादि ईषताम् इति सूत्रं सम्यक् न पठितवती पूर्णतया पठतु भगिनि एकवारं पूर्णतया पठतु गुह् धातोः अजादिप्रत्यये परे गोः इति रूपस्य प्रसक्तिः अस्ति चेत् तं बाधयितुम् उपादायाः ऊकारादेशः भवति सो तत्र भागद्वयमस्ति अजादिप्रत्ययः यदा भवति वदति ई इति अजादिप्रत्ययः सम्यक् गोः इति रूपस्य प्रसक्तिः अस्ति चेत् इदानीं गोः इति रूपस्य प्रसक्तिः एव नास्ति किल यदा तादृशं भवति चेत् तद् बाधितं भवति एकं भवति बाधा कदा भवति इत्युक्ते एकस्य प्रसक्तिः अस्ति तद् बाधयति साक्षात् बाधा न भवति किल परन्तु अत्र गुक् गोः भवति न अर्हति वा पुगदलघु तदेव ईकारस्य स्थाने तत्र तत्र ईकारस्य स्थाने तत्र भवति प्रथमपुरुष एकवचने द्विवचने तु न भवति किल इशाथाम् इत्येव रूपं तत्र कथं वा भवति भवितुमर्हति भगिनि सिच् खलु सिच् इति कित् नास्ति अतः भवितुमर्हति बाधा नास्ति इति वा अस्माकं भ्रमः भवति स इत्यस्य गोः इति भवितुम् अर्हति सिच् सिच् इति सिच् अस्ति खलु सिच् इति प्रत्ययः अस्ति खलु अतः भवति इति भवति आमां सत्यम् एकमेव सूत्रम् अस्ति वा अन्यत् किमपि सूत्रं वयं विस्मृतवन्तः वा तत्र किमर्थं गुणादेश बट् टु ब्लाक् दट् गुणादेश उपधा बिकम्स् दीर्घा इन्स्टेड् सिच् इत्यस्य सिच् इति कित् अपि नास्ति ङित् अपि नास्ति अतः तत्र आर्धधातुकप्रत्ययः अस्ति इति कृत्वा गुणः भवति वा? आमाम् आमां सत्यं रमाभिः स इत्यनेन मम गुणस्य प्रसक्तिः नास्ति इति चिन्तितवान्, स इति खलु तत्र सिच्. परन्तु किमर्थम् अत्र न प्रदर्शितम्? अस्तु पश्यामः. गुणः भवति चेत् अगूहताम् इति भवति वा? आम् सर्वत्र तद् अगूहिष्यतां तत्र अस्ति खलु तत्र भगिनी अत्र सेट् पक्षे अपि पश्यतु अग्रे दत्त सूत्र दत्तं भगिनि स्य सिच् सियु टासिषु भावकर्मणोः उपदेशे अच् हन् गृह् दृशां वा छिन्वत् इच्छ सो छिन्वत् वि हाव् टु ट्रीट् इट् अस् छिन्वत् अग्रे सिच् सियुट् तासि भावकर् भावकर्मणो विनो देन् द वर्बल् या स देन् उपदेशे हन् गृह अच् गन् ओके अग्रे दत्तं न न भगिनि मम चिन्तनम् आसीत् प्रथमं छिण्वत् भावेन गोः भवति गोः सम्यक् एव तत्र ऊहताम् इत्यत्र भिन्नभिन्नपि सूत्रमस्ति वा इत्येव वयम् ऊदुपदायाः गोहः जानीमः अन्यत् किमपि सूत्रं गुः विषये अस्ति वा इति एकनिमिषम् भगिनि तत्र तत्र इडागमः भवति खलु अनन्तरं चिण्वद् अस्ति खलु अतः तत्र गुणस्य प्रसक्तिः अस्ति पुगतविपदैः सूत्रेण तेन एव न तु ऊदुपदगोः इत्यनेन न भवितुम् अर्हति प्रायः इति अनेनैव भवति चिण्वत् पक्षे इडागमः कुतः भवति तत्र तदेव खलु तत्र इडागमः इडागमः सत्यं परन्तु चिन्वत् पक्षे केन सूत्रेण दीर्घत्वं तत्र न तत् क्षम्यतां तत्र गुणः भवितुमर्हति खलु तत्र तर्हि तत्र ऊदुपदगोः इति तत्र भवति इति तदा एव भवति वा चिण्वत् अस्ति चेत् तत्र सूत्रस्य प्रसक्तिः अस्ति खलु तदपि भवति किल किमर्थं ऊदुपदा न तत्र द्वौ अत्र गुणः भवितुमर्हति खलु तत् चिण्वत् इति अर्धातुकस्य गुणः भवितुमर्हति गुणः भवति चेत् गो इति भवति किल महोदय ऊ इत्येव दीर्घत्वमेव दृश्यते किल अत्र न अतः तदा एव ऊदुपदगोः इति आगत्य कार्यं करोति प्रायः तदा एव अस्तु अगोः इति भवति तद् बाधित्वा गुः भवति आमाम् सिच्छिनिमित्ति इत्युक्ते नास्ति गुणः नास्ति गुणः नास्ति तर्हि इडागमः तत्र अनेन एव भवति खलु तत्र सिच्छिसियुट् भावकर्मणोः इत्यनेन सिच्छिनिमित्ति इत्युक्ते भवति वा गुणः भवति वा आं तद् सिच् तु कित्तपि नास्ति ङित्तपि नास्ति आर्धधातुकप्रत्ययः अस्ति इति कृत्वा गुणः भवितुमर्हति इदानीं चित् सिच् णित् अस्ति चेत् तदपि कित् अपि नास्ति ङित् अपि नास्ति सामान्यकार्यं भवति खलु गुण भवितुमर्हति पुगत अथ उपादायः नास्ति खलु गुणः अथ एतदेव एकमेव सूत्रं परन्तु अत्र न प्रदर्शितम् अतः एव मम अन्यत् किमपि अस्ति वा इति अहं पृच्छामि अन्य सामान्यसूत्रं किमपि अस्ति वा न अन्यत्र कुत्रापि कुत्र भगिनी अस्ति अतः एव एतत् भूत् उपादायः गुः इति सूत्रम् आगच्छति गुः विषये एव इति वदति वा एतत् स्पष्टतया अत्र दत्तमेव दुग्ध इति धातुः अस्ति अनन्तरं पुगन्तलघुपदस्य इत्यनेन गोः भवति अनन्तरम् एतत् ऊद् उपादायः गुः इत्यनेन रस उकारस्य स्थाने अत्र दीर्घः भवति अतः भू इति भवति अत्र यदा वयं अगू इति भवति अनन्तरम् ईशताम् इति अस्ति अतः अहू ईश अहू ईशाताम् इति भवति अहू ईशाताम् इत्येव अस्ति अनन्तरम् इदानीं वयम् ऊदुपदायाः भोगः इति स्वीकुर्मः आम् एकवारं पुनः तस्य विषये यदा बाधकसूत्रं किमपि अन्यत् अस्ति वा इति पश्यामि किमर्थं करपत्रे न प्रदर्शितम् इति कृत्वा मम किञ्चित् भ्रमः अस्ति किमपि अन्यत् सामान्यसूत्रम् अस्ति वा इति अस्तु भगिनी भवती एव तत्र समापयतु द्विवचने अपि वदतु विजया भगिनी अत्र पुगन्तलघुपदस्य इत्यनेन गो भवति अनन्तरं भूत् उपादायः गोः इत्यनेन दीर्घं भूत्वा अहू इषताम् इति अस्ति अहू इषाताम् इति भवति तादृशमेव इषत इति मेलनेन अहू इषत इति अनन्तरं तादृशमेव अहू इष्टः इति भवति वर्णमेलनेन अहू अहू इष्टाः इति भवति अहू इषातां देन् अहू ईड्वं भवति दकारः अस्ति अत्र जल जशो दोर्दः दकारस्य स्थाने दकारः भवति एतत् जशो स्तोर्दः नास्ति अत्र कुत्र भगिनि ईड्वम् इति अत्र वा ईड्वम् इत्यत्र केवलं तत्र डकारः कथम् आगच्छति इति अग्रे सूत्रम् अस्ति तद् पठामः इदानीं तत्र केवलं कार्यमेव वदतु अभूः यदा भवती इशातां कृतवती तादृशमेव अभूध्वम् इति भवति अनन्तरं द्वं योजनेन अहू चित्वम् इति भवति अनन्तरं ईशि इषि मेलनेन अहू इषि अहू ईष्महि अहू ईष्महि समीचीनं तत्र अगूढ्वम् अगूहीढ्वम् अगूहीध्वम् इति रूपद्वयं तत्र सूत्रम् अग्रे अस्ति केन तत्र मूर्धन्य टकारः आगच्छति इति तत् पठामः धन्यवादः भगिनि ऊदुपदायाः गोहः इत्यस्मिन् विषये किञ्चित् इतोपि चिन्तनम् आवश्यकम् अरुणा भगिनी पठति वा किं पठनीयम् येषां रूपाणां निष्पादनार्थं प्रथमतया रूपाणां निष्पादनार्थं प्रथमतया प्रत्ययस्य अभिज्ञानं भवेत् प्रत्ययस्य स्वभावम् अनुसृत्य एव अङ्गकार्यं प्रवर्तनीयं भवति वयं जानीमः अङ्गकार्यार्थं प्रत्यय विषयं लक्षणं कृत्वा अङ्गकार्यं भवति चिन् प्रथमं चिन् प्रत्ययः अस्ति चिन् प्रत्ययः नित् इति कारणः नित्त्वात् यावत् कार्यशास्त्रे भवति तत् सर्वम् अत्रापि भवेत् अस्मिन् पाठे लुट् आशीर् लङ् इत्येवं प्रसङ्गे अपि एतादृशमेव चिन्तनं साधितुम् आसीत् अधुना लुङ् प्रसङ्गे अपि भवति चिन् प्रत्यये अस्ति चेत् चिन्नित नित् प्रत्ययः तावत् कार्यमेव भवति गुणवृद्धिः भवति अधुपदाः भवति, एकपदाः अपि भवति लुङ्लकारे. द्वितीयः अविशिष्टाः षोडश प्रत्ययाः नित् नास्ति, तेषु परेषु कर्तुवाच्य आत्मनेपदी प्रक्रिया भवति, तथा तथा यया च यानि रूपाणि निष्पद्यन्ते एव प्रक्रिया, तानि एव रूपाणि कर्मवाच्य आत्मनेपदी अपि भवति. अतः कर्तरि लुङ्गि एतत् सर्वे पठिष्यति. अत्र अवशिष्टदाताः षोडश प्रत्ययः नित् नास्ति. ओके, तेषु परे कर्मवाच्य अपि आत्मनेपदी रूपं प्रकारं कार्यं भवति लुङ्गि इति. परन्तु लुङ्गि कर्मवाच्ये अजन्तधातूनां हन् ग्रह् दृश् चेति धातूनाम् एषु षोडशसु प्रत्ययेषु परेषु विशिष्टकार्यं भवति, यतोहि येभ्यः धातुभ्यः एते षोडशप्रत्ययाः यद्यपि मूले नितः नास्ति किन्तु अत्र निर्भिद्भाव अध्यारोप्यते. सूत्रम् अस्माकं परिचितमेव. ओके, प्रथमं निच् प्रत्ययः अस्ति चेत् वयं जानीमः नित् कार्यं मध्ये कार्यं तद् भवति. अविशिष्टदाता प्रत्ययाः ते निच् नास्ति, अतः आत्मनेपदा प्रक्रिया प्रयुज्यते. परन्तु लुङ् लकारे कर्मवाचे अदन्तधातुः अदन्तधातूनां हन् ग्रह् धातूनां एषु प्रक्रियेषु विशिष्टकार्यं भवति. अत्र सूत्रं दत्तं तत्कारणात् नूतनसूत्रम् आगत्य कार्यं भवति. अतः तद् गुद्धातुः एषु अन्तर्भावः नास्ति, अन्ग्रह दृश्य अजन्तधातूनां कृते एव स्यात्. अतः तत्र चिन्तनं भिन्नम्. अतः अस्तु भगिनि, सूत्रं पठतु. चित्ताशिषु भावकर्मणोपदेशे अजन् दृशां वा चिन्वत् इच्छ भावकर्म अड्डुदातक उपदेशे अजन्तधातूनां हन् ग्रह् दृश् विकल्पेन चिन्न कर्तव्यं भवति यस्य सिच् सियुटासि इत्येषु परेषु. चिन्वत् पक्षे या सिच् सियुटासीनाम् इदागमो भवति सियुट् इत्यनेन आशीर्लिङ्गिन तु विधुलिङ्ग यतोहि अत्र सूत्रम् आर्धधातुके इत्यस्य अधिकारे अस्ति. चिन्वत् पक्षे इदागमो भवति सर्वत्र नाम धातुः अनिच्छेदपि. चिन्वद्भाव इत्युक्तौ चिनि प्रत्ययपरे यानि कार्याणि भवन्ति तानि अत्र अपि भवन्ति. सश्च शिच्य सीयुट् यः सश्च शिच्य सीयुट् च तासि च तेषाम् इतरेतर द्वन्द्वः स्यासिच्छियुतासयः तेषु सच् स्यासिच्छियुतासिषु भावश्च कर्मश्च भावकर्मणो तयोर्भावकर्मणोः अच्छ हनश्च ग्रहश्च दृश्च इतरेतरद्वन्द्वः अजहनगृहदृशां शम् अजहन परु गृहदृशां चिनि इव चिन्वत् सीतायि यासी तासिषु सप्तम्यन्तं भावकर्मणो सप्तमन्त्यम् उपदेशे सप्तमन्त्यम् अजजनगृहदृशां पश्यन्त्यं वा अव्ययपदं चिन्नत् अव्ययपदम् इद् प्रथमान् इत् प्रथमान्तं च अव्ययम् अनेक पदमिदं सूत्रम् अड्डदातके अधिकारः अङ्गस्य इति अधिकारः अनुवृत्तिसहितसूत्रम् अड्डदातके अड्डदातक उपदेशे अजहनगृहदृशाम् अङ्गानां वा चिन्वत् इत् च स्यायुताशिषु भावकर्मणोः प्रयत्नं करोमि भगिनि. भावकर्मणविषये आद्यदातकप्रदेशे अदन्तधातूनां ओके हण् ब्रह् दृक् धातूनां विकल्प चिन्वत्कार्यं भवति. निमित्तमस्ति स्यासि युत्तासि इत्येषु पदेषु परेषु भवति चेत् चिन्वत् अतः चिन्वत् पच्चे इदागमः भवति आदिधातुकप्रत्यये लैक् स्यासि युत्तासि इति आदिधातुकप्रत्यये अतः इदागमः भवति. आर्धदातुक उपदेशे इत्यनेन आर्धदातुक उपदेशे अवस्थायाम् अजन्तदातवः अतः अनुवर्तिसूत्रमस्ति आर्धदातुक उपदेशे अजहनगृहदृशाम् अङ्गानां वा चिन्वत् इच्च स्यासिच्छियुतासिषु भावकर्मणोः स्तोत्रं वदति अजन्तधातूनां हन् ग्रह् दृष्टूनाम् आदुधातुकप्रत्ययपरे अङ्गानां चिन्वत् भाव विकल्पेन भवति ततः इत् अपि भवति चिन्वत् कारणात् इदपि आगच्छति. सम्यक् तावदेव सम्यक् चिन्वदपि भवति चिन्वद् इति कारणेन तत्र ईडागमः अपि तर्हि अत्र अजन्तधातूनां कर्मणि लुङ्गिरूपाणि परिशीलनीयानि. ध्येयं यत् धातुः सेट् चेत् कर्मणि भावे सेट् स्टिच् प्रत्ययनिष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययः अपेक्षन्ते. धातु अनिट् स्टिच् प्रत्ययेन निष्पन्नः आत्मनेपदसंज्ञकप्रत्ययः अपेक्षन्ते. ओके अजन्तधातूनाम् अधुना उक्तं हन् ग्रहदृष् परन्तु अजन्तधातूनां कर्मणि लुङ्गि रूपाणि वयं परीक्ष्यामः परिशीलयामः. अत्र धातुः सेत् चेत् कर्मणि भावे सेट् सिच् प्रत्यय निष्पन्नाः आत्मनेपदसंज्ञकम् अपेक्षते. अनिट् अस्ति चेत् कर्मणि भावे अनिट् सिच् प्रत्ययेन निष्पन्नः आत्मनेपदसंज्ञकः अपेक्षते. तदेव उपरि दत्तं तदेव भगिनी एकवारं तत्सिद्धप्रत्ययः पठति वा? कर्मणि भावे अनिट् सिच् प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः. तद् उप त्रयं पठितवती किल बिन्दुत्रयं तस्मात् पूर्वमस्ति. कर्मणि भावे अनिट् सिच् प्रत्ययेन ईचिं सातां सत ओ ओके कर्मणि भावे च प्रथमपृष्ठपुरुषे एकवचनं विहाय सर्वे तिङ्प्रत्ययः कर्तव्ये यथा भवति तथा एव कर्मणि भावे अनिट् सिच् प्रत्ययेन निष्पन्नः आत्मनेपदसञ्ज्ञकप्रत्ययः इमे प्रथमपुरुषे एकवचनं ई चिन् भाव चिन् आगच्छति सातां सत साः साथां त्वं सि स्वहि स्महि कर्मणि कर्तते कर्मणि एव अनिट् अनिट् रूप प्रत्ययः कर्मणि भावे निष्पन्नाः आत्मने सङ्गणकप्रत्ययः इमे ईषत इष्टाः इष्टातां इद्वम् इषाथाम् इद्वम् इषि इष्वहि इष्महि एते एव सिद्धप्रत्ययाः एतेन एव अस्माकं कार्यं भवति स्वप्रत्ययस्य चिन्तनं समाप्तम् इदानीं सिच् प्रत्ययस्य विषये सिच् प्रत्ययस्य भागद्वयम् अनिट् सेट् इति अतः तत्र सिद्धप्रत्ययः चिन् यदा स्यासिच् सियुक्ताशिषु भावकर्मणो उपदेशे जनग्रहदृशां चिन्व च तत्र चिन्वत्पक्षे अपक्षे इति चिन्तनद्वयं चिन्वत्पक्षे तु इडागमः भवति तादृशम् एकवारं पठामः आकारान्तदातुः आरभ्य पठामः धन्यवादः भगिनि धन्यवादः भगिनि वदतु विजया भगिनि अत्र एतत् चिन् इत्युक्ते नित् एव अस्ति खलु महोदय आं सत्यं चिन् एव नित् आरोपितं नित् अस्ति चेत् अत्र कारिकायां तत्र तस्य अनन्तरम् अत्र चिन् अस्ति चेत् नित् अस्ति अतः अन उपदायाः प्रत्ययपरे उपदा वृद्धिः भवति वृद्धिः इत्युक्ते अतः अत उपदायः इति सूत्रमेव अत्र भवति अतः एव तत्र ऊ इति ऊकारः भवति खलु न तद् अत्र स्यासिट् सियुट् इत्यस्य प्रसक्तिः कुत्र अस्ति इत्युक्ते अजन्तधातुः भवेत् अथवा हन् ग्रह दृश् भवेत् वयं किं दृष्टवन्तः गुः इति धातुः किल तद् गुः तु हन् ग्रह दृश् इत्यस्य अपि नास्ति अजन्तधातुषु अपि नास्ति अजन्तः नास्ति किल अतः तत्र अत उपादायाः इत्यस्य प्रसक्तिः नास्ति अवगतं वा जया भगिनी अहं वदन्ती अस्मि अत्र अवगतं वा अत्र अत उपादायः इति कार्यं न करोति वा गुह् गुह् धातोः विषये न करोति तत्र चिन्वद् इति यदा भवती उक्तवती सत्यमेव नित् अस्ति अत उपादायः इत्यस्य कार्यं नित् प्रत्यये परे भवति सत्यं परन्तु चिन्वत् इति आरोपणेन एव नित् भवति किल गुह् धातुः तु नित् नास्ति गुह् धातोः तत्र वयं स्यासिच्चियुक्तासिषु भावकर्मणो उपदेशे इत्यनेन तत्र नित्वं न आरोपितं किमर्थं न आरोपितं तत्तु अजन्तधातुषु हन् ग्रह दृश् धातु परे एव तस्य कार्यं भवति गुह् गुह् अस्मिन् येषु अन्तर्भावः नास्ति एतेषु अस्तु महोदय अतः तत्र न भवति सत्यमेव यद् भवती वदति चिन्तनं सम्यक् परन्तु अत्र न भवति तावदेव अस्तु महोदय उषा भगिनी आकारं ददातवः पठति वा आं भगिनि आकारान्तधातवः प्रथमपुरुष एकवचने ई प्रत्ययः छिन् एव अतः आतोयुक् छिन् कृतोः इत्यनेन आदन्तानां युक् आगमः भवति ओके प्रथमपुरुष एकवचने ई प्रत्ययः छिन् आम् अतः आतो युक् चिन्कृतोः इत्यनेन आदन्तानां युक् आगमः भवति. आतो युक् चिन्कृतोः आदन्तानां युक् आगमः स्यात् चिणि णिति णिति कृति च. ओके, आतो युक् छिन् कृतोः छिन्न कृत्. ओके, चिणि नकार नकार णिति णिति कृति च. छिन् वा छिन् वा ङित् णित् कृत् प्रत्ययेषु परेषु आकारान्तानां धातूनां युक् आगमः भवति. छिञ्च कृच्च तयोः इतरेतरद्वन्द्वः चिन्कृतौ, तयोः चिन्कृतोः आतः षष्ट्यन्तं, युक् प्रथमान्तं, चिन्कृतोः सप्तमीयन्तं त्रिपदमिदं सूत्रम्. अचोञ् निति इत्यस्मात् ण्यकारण्णकार इति णिति प्रत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य आतः युक् चिन्कृतो णिति णिति च इति सूत्रं वदति. तत् सूत्रं वयं पूर्वं दृष्टवन्तः णिच् इति कृते. आतो युक् चिन्कृतोः इति सूत्रं वदति आदन्तधातूनां आदन्तधातूनां परः छिन् प्रत्ययः अथवा णिति णिति प्रत्ययः अस्ति चेत् आदन्तधातोः कृते युक् आगमः भवति इति सूत्रं वदति. आतो युक् छिन्कृतोः आतो युक् छिन्कृतोः इति कृते कृत् कृति च कृत् कृत् प्रत्ययः. ओके, कृदन्तनाम् अस्ति चेदेव आतो युक् चिन्कृतोः सूत्रं प्रसक्तिः भवति. ओके, लुङ् लौ अस्ति चेत् अपि आं भगिनि, या कृति अपि आतो युक् भवति आदन्ताङ्गानाम् आदन्ताङ्गस्य युक् भवति, युक् आगमः भवति. लुङ् लङ् लृङ् ष्वड् उदात्तः धातुरूपी अङ्गस्य अट् आगमः भवति लुङ् लङ् लृङ् इत्येषु परेषु. लुङ् अङ्गस्य अट् उदात्तः लुङ् लङ् लृङ्क्षु सूत्रं परिचयमेव. धातुः अनिट् रूपाणि परिशीलनीयानि. ओके, दायोगः लुङ् लुङ् लङ् लृङ् ष्वट् उदात्तः इत्यनेन अडागमः अदा भवति अदायोगः लुङ् भावकर्मणोः इत्यनेन भावकर्मणोः विहितस्य लस्य तिप् आदयः आत्मनेपतिनः भवन्ति. ओके, भावकर्मणोः इत्यनेन आत्मनेपति प्रत्ययः एव भवन्ति. प्रथमपुरुष एकवचने अदायोगः ई एव भवति अद छिण्वत् भावः. सो तकारस्य स्थाने इकारः भवति अदायोगः ई भवति. आतो युक् चिन्कृतोः सो दा इति आदन्त अदा इति आदन्ताङ्गम् आतो युक् चिन्कृतोः इत्यनेन युक् आगमः छिन् परे या अत्र छिन् छिन् प्रत्ययः इकारः भवति आदायोगः युक् योगः ई इति भवति. युक् आद्यन्तौ टकितौ अन्ते अन्ते अन्ते अस्ति. सो अदाय् अदायि इति भवति यकारः आगमः भवति अदाय् भवति अनन्तरम् ई मेलनेन अदायि भवति. अन्यरूपाणि अपि कर्तुं कर् अत्र अत्र प्रथमपुरुषे एकवचनम् अधायि इति अभवत्. तस्मात् अनन्तरं किं भवति इति विशिष्टसूत्राणि अस्ति. तत्र प्रथमसूत्रमेव पठतु. स्था ग्वोर् रिच् स्था धातोः गुसंज्ञकधातूनां स्था धातोः गुसंज्ञकधातूनां च अन्त्य अलः ह्रस्व इकार आदेशः भवति. सिचः कित् कित्वद् भावः कित्वद्भावः भवति च. ओके, ह्रस्व इकार आदेशः भवति सिचः कित्वद्भावः भवति च आत्मनेपदे परे. ओके, स्था च गुश्च तयोः इतरेतरद्वन्द्वः स्था गु तयोः स्था ग्वोः स्था ग्वोः षष्ट्यन्तम् इत् प्रथमान्तं च अव्ययपदं त्रिपदमिदं सूत्रं. हनः सिच् इत्यस्मात् इत्यस्मात् सिच् इत्यस्य अनुवृत्तिः, असंयोगात् लिट् कित् इत्यस्मात् कित् इत्यस्य अनुवृत्तिः, लिङ्सिचौ आत्मनेपदेषु लिङ्सिचौ आत्मनेपदेषु इत्यस्मात् आत्मनेपदेषु इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं स्ताग्वोः इत् च सिचः कित् आत्मनेपदेषु, स्टाग्वो रिच इति सूत्रं विवरणं दत्तं. स्ता धातोः अनन्तरं गुसंज्ञकधातुः, गुसंज्ञकधातुः स्ता धातोः गुसंज्ञकधातूनां च अन्त्य अलह अलहस्थाने ह्रस्व इकार आदेशः भवति, ह्रस्य इकार आदेशः भवति अन्त्य अलह. सो स्था गु धातोः कृते आ एव अन्त्यकार आकारः अस्ति, तस्य स्थाने ह्रस्व इकार आदेशः भवति. कदा सिचः सिचः कित् कित् भावः भवति च आत्मनेपदे, सिचः कित् किद्वद् भावः भवति, सिचः किद्वद् भावः भवति आत्मनेपदेषु, सिचः किद्वद् भावः. ओके, किल प्रत्ययस्य एव निट् रूपम् अनिट् रूपं, क्षम्यतां सेट् रूपम् अनिट् रूपम् इति दृष्टवन्तः. इदानीं तत् सिचः तस्य कित्वम् आरोपितम्. ओके, कित् इति स्वभावः नास्ति सिच् इत्यस्य, इदानीं कित्वम् अपि आरोपितं तत्र अन्त्यालः ह्रस्व ईकारादेशः भवति, सिचः कित्वम् अपि भवति, सिचः कित्वमपि भवति आत्मनेपदेषु, आत्मनेपदेषु एव च इति तत्र सूत्रे अपि अस्ति. कीदृशसूत्रं महोदय? स्थागोः इत् च, सो आकार आदेश आदेशसूत्रम् आकारान्तकृते आदेशः धर्मः एतादृशं नास्ति आरोपितं चेत् कीदृशसूत्रम् अतिदेशसूत्रं अतिदेशसूत्रमेव आरोपितं किल, अतः इति तत्र प्रथम अध्याये अस्ति, परन्तु तत् नावश्यकं, परन्तु तत्र अतिदेशसूत्रं सा धातोः भूसंज्ञकधातूनाम् अन्त्यलः, तत्र धा इति भूसंज्ञकधातुः अस्ति, दादा द्वदा इत्यस्मिन् अन्तर्भूतः अस्ति, अतः एव अत्र प्रदर्शितं तस्य अन्त्य अलः ह्रस्व ईकारादेशः भवति, सिचः कित्वत् भवति, अतः तत्र रूपाणि यदा वयं साधयामः तस्मिन् समये पश्यामः कथम् ईकारः आगच्छति. समीचीनम्. इतोपि एकं सूत्रं पठित्वा समापयामः. धन्यवादः भगिनि. श्रीवल्ली भगिनी पठति वा? इणः शीत्वम् भगिनी, अत्र एकः प्रश्नः, अत्र कारिका तद् मया तदा मया न अवगतं, पुनः भवती एव पठति वा किम् अस्ति इति? वृद्धिर्युक् च अन्ते च गत्वं दीर्घः दीर्घः च उक्तः दीर्घः च उक्तः एव खलु महोदय, दीर्घः च उक्त यो मितं चिन् इति इट् इट् च असिद्धस्तेन मे लुप्यते नित्यः च अयं वल् वल् निमित्तः वल् निमित्तः अधिगाति. एतद् वयं पूर्वं पठितवन्तः किल, महाभाष्यवाक्यं वा किमपि तदेव किल, यदा अन्ते पठितवती इदानीम् अवगतम्. तद् कारिका किमर्थम् इत्युक्ते चिन्वद् भावस्य विषये किल तदेव आं भगिनि अत्र एव अस्ति तद् बल् विघाति इति दृष्ट्वा इदानीम् अवगतम् चिन्वद् वृद्धि युग् च हन्तेः गत्वं दीर्घश्च उक्तः यः मितां च चिन् इति इच्च असिद्धः तेन मे लुप्यते नी नित्यं च अयं वल् निमित्त विघाति गतपाठे वयं पठितवन्तः तत्र हन्तेः धातोः किमपि भवति महाभाष्यवाक्यम् इति अत्र वल् निमित्तम् अस्ति चेत् अत्र विघाति विघाति इत्युक्ते तस्य हननं भवति इति किमपि आसीत् धन्यवादः अहम् एकवारं पुनः दृष्ट्वा अहं वदामि अग्रिमसप्ताहे धन्यवादः समयः जातः तद् इणः तद् तस्मात् अग्रिमसप्ताहे पठामः इणः शीध्वं तेन एव तत्र वयम् इदानीं तत्र ईध्वम् इति रूपं दृष्टवन्तः किल मूर्धन्य आदेशः अनेन सूत्रेण एव भवति तत्र तदेव तद् एकवारं सूत्रं पठित्वा अनन्तरं धारूपाणि साधयामः ऊदुपदायाः लोपः विषये अहं दृष्ट्वा आगच्छामि प्रायः सत्यमेव परन्तु इदानीं तत् रूपाम् अकृत्वा पश्यामि किमर्थं महोदयेन अत्र न दत्तम् इति न जाने पश्यामः धन्यवादः धन्यवादः धन्यवादः भगिनी नमस्कारः।